सर्वेषां समासचिन्तनवर्गं प्रति पुनः एकवारं स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति अव्ययीभावसमासः। आरम्भे वयम् अष्टाध्यायीसूत्रपाठः इति ग्रन्थात् अव्ययीभावसमाससम्बद्धसूत्राणि एकवारं पठेम, तदत्यवसरं। तदर्थम् आरम्भे गीताञ्जलिभगिनी भवती एकवारं सूत्राणि श्रावयतु। आं भगिनि, क्षम्यतां भगिनि, आं भगिनि, एकनिमिष। अव्ययीभावः अव्ययं विभक्ति समीपसमृद्धिवृद्धि अर्थाभाव अत्यया असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा अनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाका संख्या परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्याः पञ्चम्या आं मर्यादा धिविध्यो लक्षणे नाभिप्रति अभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठद्गु प्रभृतीनि च पारे मध्ये षष्ठ्या वा संख्या वंशयेन नदीभिश्च अन्यपदार्थे च संज्ञायाम्। साधु भगिनी, उत्तमम्। अव्ययीभावसमाससम्बद्धसारांशः कः? एतावत्पर्यन्तं यद् अस्माभिः पठितं तस्मिन् प्रसङ्गे स्थूलरीत्या किञ्चित् सारांशरूपेण वदामि। अव्ययीभावसमासविधायकसूत्रमस्ति अव्ययं विभक्तिसमीपसमृद्धि वृद्ध्यर्थाभाव अत्यय असम्प्रतिशब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु इति सूत्रमस्ति। तस्मिन् सूत्रे उक्तानि षोडशपदानि सन्ति। तेषु अर्थेषु विद्यमानम् अव्ययपदं समर्थेन सुबन्तेन समस्यते इति अस्माभिः पठितमासीत् पूर्वमेव। तत्र विभक्तिः इति एकं पदमस्ति तस्मिन् सूत्रे। विभक्त्यर्थे एकमेव अव्ययपदमस्ति सप्तमी विभक्त्यर्थे। अधि इति अव्ययपदं, समीप इति द्वितीयं पदमस्ति, समीपार्थे उप इति अव्ययपदमस्ति, उप इति अव्ययपदं समर्थेन सुबन्तेन, उत्तरपदं समर्थं सुबन्तपदं भवेत् चेत् अव्ययीभावसमासः भवति। तस्मिन् प्रसङ्गे उपनदी, उपगङ्गम्, उपगृहम् इत्यादीनि पदानि वयं परिशीलितवन्तः। उत्तरपदं नदी इति ईकारान्तस्त्रीलिङ्गपदमस्ति चेत् तत्र विशिष्टकार्याणि भवन्ति इति अपि अस्माभिः पठितम्। इत्युक्ते अव्ययीभावसमासप्रसङ्गे उत्तरपदं नदी अस्ति चेत् नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रेण समासान्तप्रत्ययविधानं भवति। टच् इति समासान्तप्रत्ययः विहितः भवति। तत्र टच् प्रत्ययस्य योजनानन्तरं तत्र एकं विशिष्टं सूत्रमस्ति, यस्येति च इति एकं सूत्रमस्ति। तेन सूत्रेण नदी इति शब्दात् अन्ते स्थितस्य ईकारस्य लोपः भूत्वा नद् उपनद् इति रूपं सिद्ध्यति। टच् इति समासान्तप्रत्ययः योजनेन तत्र टकारचकारयोः अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते। उपनद् योगः आ योजनेन उपनदा इति अदन्तं पदं सिद्ध्यति। तदनन्तरं पदमदन्तमस्ति चेत् न अव्ययीभावादतोऽन्तपञ्चम्याः इत्यनेन अमादेशः भवति पञ्चमीविभक्तिं विहाय। तदनन्तरं तृतीया सप्तम्युर्बहुलम् इत्यनेन भिन्नरूपाणि तृतीयाविभक्तौ सप्तमीविभक्तौ भिन्नरूपाणि सिद्ध्यन्ति इति अस्माभिः पठितम्। तत्र टच् समासान्तप्रत्ययस्य योजनेन एकं रूपम् उपनदम् इति रूपं, टच् समासान्तप्रत्ययस्य अभावे अन्यत् रूपम् उपनदी इति रूपं सिद्ध्यति. अत्र नदीपौर्णमास्याग्रहायणीभ्यः इत्यस्मिन् सूत्रे त्रीणि पदानि सन्ति, नदी, पौर्णमासी, आग्रहायणी. एतेषु त्रिषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेत् टच् इति समासान्तप्रत्ययः विहितः भवति, विकल्पेन विधीयते इति मुख्यविषयः. उत्तरपदं पौर्णमासी अस्ति चेत् टच् प्रत्ययस्य योजनेन उपपौर्णमासम् इति रूपं, टच् अभावे उपपौर्णमासी इति पदं. तथा एव उत्तरपदम् आग्रहायणी दीर्घैकारान्तपदम्, आग्रहायणी इति उत्तरपदमस्ति चेत् तदा टच् अभावे उपाग्रहायणी अथवा टच् योजनेन उपाग्रहायणम् इति पदं सिद्ध्यति. गते सप्ताहे वयं नदीपौर्णमास्याग्रहायणीभ्यः तस्मिन् प्रसङ्गे वयं ज्ञातवन्तः. अपि च उत्तरपदम् अनन्तपदम् इत्युक्ते पदस्य अन्ते अन् इति श्रूयते चेत् अनश्च इति सूत्रेण तत्र टच् इति समासान्तप्रत्ययः विहितः भवति. उत्तरपदम् अनन्तपदम् अपि च पुंलिङ्गपदं भवति चेत् यथा राजन्, आत्मन्, ब्रह्मन् इत्यादीनि पदानि पुंलिङ्गपदानि. पुंलिङ्गपदम् अपि च अनन्तपदं भवति चेत् अनश्च इति सूत्रेण समासान्तप्रत्ययः विहितः भवति. अनश्च इति सूत्रेण नित्यरूपेण टच् विधीयते. तदनन्तरं नस्तद्धिते इति एकं सूत्रं वयं पठितवन्तः. नस्तद्धिते इत्यनेन टीसंज्ञकभागस्य, भसंज्ञक अङ्गस्य, टीसंज्ञकभागस्य लोपः भवति इति अस्माभिः पठितं. यदि उत्तरपदम् अनन्तपदं किन्तु स्त्रीलिङ्गपदमस्ति चेत् तत्रापि अनश्च सूत्रेण एव टच् इति समासान्तप्रत्ययः विहितः भवति. तदर्थम् उदाहरणमस्ति, उत्तरपदं स्त्रीलिङ्गपदम् अनन्तपदं, किं दामन्, सीमन् इत्यादीनि पदानि अनन्तशब्दाः अपि च स्त्रीलिङ्गशब्दाः. तदा अनश्च इति सूत्रेण टच् इति समासान्तप्रत्ययः नित्यरूपेण भवति. तदनन्तरम् उत्तरपदं नपुंसकलिङ्गपदम् अनन्तपदम् अस्ति चेत् नपुंसकादन्यतरस्याम् इति सूत्रेण टच् विहितः भवति, विकल्पेन विहितः भवति. नपुंसकादन्यतरस्याम् इत्यस्य प्रसक्तिः विकल्पेन भवति. एतावत्पर्यन्तम् अस्माभिः पठितं, किन्तु समासान्तप्रत्ययप्रसङ्गे तत्र सूत्रद्वयम् इतोपि अस्ति. झयः अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रद्वयमस्ति. तत्र अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रस्य प्रसङ्गे अद्य वयं किञ्चित् अवगन्तुं प्रयत्नं कुर्मः. अस्माकं करपत्रे कानिचन उदाहरणानि अपि दत्तानि, उदाहरणानि स्वीकृत्य अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रस्य प्रसङ्गे अवगन्तुम् अद्य वयं प्रयत्नं कुर्मः. तदर्थं सर्वे करपत्रं पुरतः स्थापयन्तु. अव्ययीभावे शरत् प्रभृतिभ्यः इति सूत्रम् एकवारं पठित्वा तदनन्तरम् उदाहरणानि परिशीलयामः. उत्तमं, शर्मिला भगिनी एकवारं सूत्रं पठतु. भगिनि, अव्ययीभावे शरत् प्रभृतिभ्यः, शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे टच् इति समासान्तः तद्धितसंज्ञकप्रत्ययः भवति. शरत् प्रभृतीर्येषां ते शरत् प्रभृतयः. अव्ययीभावे सप्तम्यन्तं, शरत् प्रभृतिभ्यः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्. राजाः सखिभ्यश्च टच् इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति. तद्धिताः समासान्ताः प्रत्ययः परश्च न्याप्रातिपदिकात् इत्येतेषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् अव्ययीभावे शरत्प्रभृतिभ्यः न्याप्रातिपदिकात् परश्च तद्धितः समासान्तः टच् प्रत्ययः. टच् इति प्रत्यये टकारचकारयोः इत्संज्ञा भवति. टच् इत्यस्मिन् केवलम् अकारः अवशिष्यते इति कारणेन टच् इति प्रत्ययस्य योजनानन्तरं सर्वे हलन्तशब्दाः अपि अजन्ताः भवन्ति. शरदादिगणः इति एकः गणः अस्ति. अस्मिन् गणे एते शब्दाः अन्तर्गताः: शरद्, विपाष, अनस्, मनस्, उपानः, दिव्, हिमवत्, अण्डुः, दिश्, दृश्, विश्, चेतस्, सदृश, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः, जरश्च गणसूत्रम्, प्रतिपरसमनुभ्योक्षणः गणसूत्रम्, पथिनश्च गणसूत्रम्. अस्मिन् अग्रे अपि पठामः वा? पठतु भगिनि. अस्मिन् सूत्रे एव जरायाः, जरश्च इति गणसूत्रम् अस्ति. अनेन गणसूत्रेण अव्ययीभावसमासे विहितस्य जराशब्दस्य जरस् आदेशः भवति, तथा च तस्मात् टच् इति समासान्तप्रत्ययः विधीयते. अस्मिन् सूत्रे एव परोक्षि प्रतिपरसमनुभ्योक्षणः इति गणसूत्रम् अस्ति. अनेन गणसूत्रेण अव्ययीभावसमासे प्रति पर सम अनु इत्येभ्यः शब्देभ्यः परः यदि अक्षिशब्दः वर्तते तर्हि तस्मात् शब्दात् तच् इति समासान्तप्रत्ययः विधीयते. पथिनश्च इति गणसूत्रेण अव्ययीभावसमासे पथित् शब्दस्य विषये अपि प्रति पर सम अनु एतेषां योगे तच् इति समासान्तप्रत्ययः भवति. वदतु, किञ्चित् प्रतिपादयतु. अत्र शरदादिगणे ये शब्दाः पठिता ते उत्तरपदम् अस्ति चेत् अव्ययीभावसमासे टच् प्रत्ययः नित्यं विहितः भवति इति अत्र दत्तमस्ति. वयं गतसप्ताहे शरद् इति शब्दस्य अव्ययीभाव समासप्रक्रिया पठिता. तदनन्तरं शरद् आरभ्य प्रतिपरसमनुभ्योक्षणः पथिनश्च इति अत्र पठिता शब्दाः सर्वे शरदादिगणे भवन्ति. तत्र त्रीणि गणसूत्राणि दत्तमस्ति. गणसूत्रम् इत्युक्ते जरायाः यत्र कुत्र उत्तरपदं भवति तत्र जरस् इति शब्दः आदेशः भवति. उत्तमं. टच् इति समासान्तप्रत्ययः अस्ति, तत्र इति संज्ञकलोपानन्तरं तत्र कीदृशं कार्यं भवति एकवारं विवृणोतु. तत्र टकारचकार हलन्त्यं टकार चुटु चकार हलन्त्यम् इति सूत्रेण इति संज्ञकः भवति, तस्य लोपः इत्यनेन लोपः भवति, अवशिष्यते अकारः. अकारः अस्ति चेत् हलन्तं शब्द अजन्त भवति, तदनन्तरम् अमादेशः भवति. टच् प्रत्ययस्य योजनेन किं प्रयोजनं साधितम्? अजन्त हलन्तशब्दस्य अजन्तं भूत्वा तत्र नपुंसकपदं भवति. उत्तमं. शरदादिगणः एकः गणः, तस्मिन् गणे एकवारं पुनः वदतु कानि पदानि सन्ति अत्र. एकवारं केवलं पदानि वदतु. शरद्, विपाश, अनस्, मनस्, उपानः, दिव्, हिमवत्, अनडु, दिश्, त्रिश्, विश्, चेतस्, सदृश, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः. जरायाः जरश्च इति गणसूत्रं, किन्तु पदं जरा. जरा इति केवलम् उत्तरपदं जरा अस्ति चेदेव अस्य गणसूत्रस्य प्रसक्तिः भवति. इत्युक्ते अव्ययीभावसमासे उत्तरपदं जरा. जरा इत्युक्ते वार्धक्यम् इति अर्थः. ओल्ड् एज्. तदनन्तरम् अक्षि, पथिन्. उत्तमं, तदेव दत्तमस्ति. अपि च अस्य सूत्रस्य अन्तर्गते त्रीणि गणसूत्राणि सन्ति. एतेषां गणसूत्राणाम् आधारेण भिन्नानि अव्ययीभावसमासयुक्तपदानि निर्मातुं शक्नुमः इति विषयः. उत्तमं भगिनि, वदतु. गणसूत्रम् इति किञ्चित् विवरणं करोतु. अत्र जरा एव एकमेव पदम् अस्ति चेत् गण कुत्र भगिनि? उत्तमः प्रश्नः. केवलं जरा इति पदस्य प्रसङ्गे एव जरायाः जरश्च इति सूत्रेण जरास्थाने जरस् आदेशः भवति, किन्तु एकमेव पदमस्ति चेदपि किमर्थं तस्य नाम गणसूत्रम् इति उक्तम् आसीत्। अन्य किं चिन्तयन्ति अस्मिन् प्रसङ्गे? यद्यपि एकमेव पदमस्ति तथापि गणसूत्रम् इति नाम किमर्थं दत्तम्? शब्दः गणे विहितः अस्ति अतः गणसूत्रं, सब् डिविजन् आफ् सूत्रम्। इत्युक्ते अहं चिन्तयामि अत्र शरदादिगणे एते सर्वे शब्दाः सन्ति इति कृत्वा तस्मिन् गणे शरदादिगणे एतानि सर्वाणि पदानि सन्ति इति कृत्वा एतेषां सूत्राणां नाम गणसूत्राणि इति ते उक्तवन्तः। इत्युक्ते शरदादिगणे एतानि पदानि सन्ति इति कृत्वा केवलं गणसूत्रम् इति उक्तमासीत्, किन्तु एते सर्वे शरदादिगणीयसदस्याः। अस्तु, इदानीं तु भगिनी उक्तवती, भवती अपि उक्तवती, गणसूत्र सूत्रत्रयम् अस्ति। एकं तु जराकाने जरस्, द्वितीय प्रति परस्थाने किं भवति? अत्र किं लिखितमस्ति? परोक्षि उत्तरपदम् अक्षिशब्दः भवेत्, पूर्वपदं प्रति पर सम अनु एतेषु चतुर्षु पदेषु अन्यतमं पदं पूर्वपदं भवेत्, परशब्दः अक्षिशब्दः भवेत्। वयं पूर्वं गते सप्ताहे वयं चर्चितवन्तः अक्षीणि नपुंसकलिङ्गपदं भवति, तस्यां स्थित्यां उत्तरपदम् अक्षी अस्ति चेत्, पूर्वपदम् एतेषु चतुर्षु पदेषु अन्यतमम् अस्ति चेत् परोक्षिप्रतिपरसमनुभ्योक्षणः सूत्रेण कार्यं भवति। एतेन गणसूत्रेण चत्वारि पदानि निर्मितानि, यथा प्रत्यक्षं, परोक्षम्, अन्वक्षं, समक्षम्। अस्तु, तत् अक्षि भवति चेदपि टच् एतानि पदानि पूर्वपदम् इत्युक्ते अव्ययं पदं भवति चेत् तत्र अपि टच् समासान्तप्रत्यय आयाति टच् आयाति चेत् साधारणतया अदन्तं भवति, तदेव। पथिनश्च इत्यस्मिन् पदे अपि तादृशं कार्यमेव भवति, पूर्वपदं प्रति अथवा पर सम अथवा अनु एतेषु अन्यतमं पदम्, उत्तरपदं पथिन् इति प्रातिपदिकम्, उत्तरपदं पथिन् भवति चेत् तत्र समस्तपदानि अव्ययीभावसमासयुक्तपदानि एतेषां गणसूत्राणां द्वारा निर्मातुं शक्नुमः इति विषयः। सूत्राणि पथिंश्च परोक्षि सूत्राणि वा अन्य किमपि वार्तिकाः वा? एतानि वार्तिकानि न सन्ति, किमर्थं चेत् अत्र एव लिखितमस्ति, अत्र गणसूत्राणि इत्युक्ते शरदादिगणे सूत्रसङ्ख्या नासीत् अतः पृष्टवती। इत्युक्ते अष्टाध्यायी सूत्रपाठः इत्यस्मिन् पुस्तके द्रष्टुं न शक्नुमः, किमर्थं चेत् तत्र सूत्रसङ्ख्या न दत्ता, किन्तु अस्मिन्नेव अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रस्य परिधौ, इन् दट् बौण्डरि बिलाङ्गिङ्ग् टु दिस् सूत्रम्, अन्तर्भूतानि। उत्तमम्, अत्र अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण टच् इति समासान्तप्रत्ययः विहितः भवति इति अस्माभिः ज्ञातम् अत्र। किमर्थं चेत् अत्र प्रथमं पदं प्रथमसदस्यः एव शरद्, शरद् इति पदम् इत्युक्ते तत्र गणस्य नाम साधारणतया भुवादिगणः इति वदामश्चेत् भू इति धातुः प्रथमधातुः अस्ति इति कृत्वा भुवादिगणः इति वदामः, तथा एव अत्रापि शरत् इति प्रथमसदस्यः अस्ति इति कारणतः शरदादिगणः इति नाम दत्तमस्ति। अधुना वयं समीपार्थे उप इति अव्ययस्य प्रयोगः भवति इति अस्माभिः ज्ञातम्। उत्तरपदं शरदस्ति चेत् तदा अव्ययीभावसमासः कथं भवति इति एकवारं परिशीलयामः। अधुना सुमन् भगिनी भवती एव एकवारं विवृणोतु, अत्र उत्तरपदं शरद् भवेत्, पूर्वपदं समीपार्थे उप इति पदं भवति चेत् तत्र समासप्रक्रियायां यदि भवती वक्तुमिच्छति चेत् सर्वाणि सोपानानि वदतु, नो चेत् यत्र यत्र वैशिष्ट्यमस्ति तानि सोपानानि केवलं विवृणोतु. अस्तु, वैशिष्ट्यम् एव वदामि. इदानीं तु वयं जानीमः शारद योग उप भवति, तत्र प्रथमनिर्दिष्टं समास उपसर्जनं भवति. अतः इदानीं तु अव्ययं प्रथम विभक्त्याम् अस्ति समास विधायकसूत्रे, अतः उप एव प्रथम निपात भवति, उपशरद् भवति. तत्र भगिनी एकवारं तस्मात् पूर्वं केचन प्राथमिकविषयाः ज्ञातव्याः अस्माभिः. अत्र प्राथमिकविषयाः के इत्युक्ते, शरद् इति पदं, तस्य पदस्य लिङ्गं किम्? प्रायः पुल्लिङ्ग वा? स्त्रीलिङ्गपदम्. ओ, स्त्रीलिङ्गपदम्. स्त्रीलिङ्गपदं शरद् शरद् ऋतुः स्त्रीलिङ्गः, तर्हि एव शरदः षष्ठी विभक्ति. उत्तमम् उत्तमं. भगिनी लौकिकविग्रहवाक्यम् एकवारं वदतु. शरद् योग लौकिक वा लौकिकविग्रहवाक्यम्? शरदः समीपम्. उत्तमम्. शरदः इति कथनेन साधारणतया हलन्तपदानि पश्यामश्चेत् एकमेव रूपं बहुत्र दृश्यते. इत्युक्ते हलन्तपदेषु बहुत्र, इत्युक्ते कुत्रचित् प्रथमाविभक्ति बहुवचनरूपं, द्वितीयाविभक्ति बहुवचनरूपं, पञ्चमी एकवचनं, षष्ठी एकवचनं, समानं रूपं दृश्यते. किन्तु अस्मिन् प्रसङ्गे शरदः इति कथनेन विभक्तिः पञ्चमी भवितुं शक्नोति, किन्तु अत्र षष्ठी अस्ति. अधुना अलौकिकविग्रहवाक्यं शरद् योग योग नस् योग उप. अस्तु, अनन्तरं सम्पूर्णं वदामि वा? अत्र नस् प्रत्ययस्य लोपः कथं भवति? तत्र कृत् अधित समासश्च तत्र समासः भवति, अनन्तरं सुपो धातु प्रातिपदिकयोः इति सूत्रेण तत्र नस् प्रत्ययस्य लोपः भवति. उत्तमं. तदनन्तरम् उप इति शब्दस्य पूर्वनिपातः कथं भवति? प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण भवति. तत्र तत् किं वदति इत्युक्ते, समासविधायकसूत्रं पश्यामः चेत् यत् पदं प्रथमाविभक्त्याम् अस्ति तत् एव उपसर्जनम् इति संज्ञा प्राप्नोति इति. तत्र अव्ययं पदं प्रथमाविभक्त्याम् अस्ति, अतः उप शब्दस्य उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रेण यत् पदम् उपसर्जनम् अस्ति तस्य पूर्वनिपात भवति. अग्रिमं कार्यम् अस्तु, इदानीं उप शरद् भवति. तत्र अव्ययी भावश्च द्विवारं सूत्रद्वयम् अस्ति, द्विवारं न कार्यं न करोति, सूत्रद्वयम् अस्ति. तत् प्रथम सूत्रं कार्यं करोति, तत् तत् अव्ययं भवति. द्वितीयसूत्रेण नपुंसकलिङ्ग इति भवति, उपशरद् भवति. अनन्तरं तत्र इदानीं किम् अस्ति तत्र अव्ययीभावे शरत्प्रभृतिभ्यः सूत्रेण तत्र टच् प्रत्यय आयाति. टच् प्रत्ययस्य टकार चकार इत् भवति, अ एव तिष्ठति, शरद् उपशरद भवति. अनन्तरं वयं जानीमः तत्र उपशरद् योगसु तत्र अव्ययात् न अव्ययी भावातों त्वपञ्चम्याः सूत्रेण तत्र सु लुक् न भवति, किन्तु सुप्रत्ययस्य स्थाने अम् आदेश भवति. उपशरद योग अम् अमि पूर्व पूर्वः कार्यं करोति. उपशरद तत्र अन्ते अकार अपि च अम् शब्दस्य अकारस्थाने एकम् एव पूर्वकार तिष्ठति, उपशरदं भवति. तदनन्तरम् इदानीं तु उपशरदं भवति सर्वत्र पञ्चमी विभक्ति विहाय. पञ्चम्यां विभक्त्यां तु उपशरदात् उपशरदात् एकवचने उपशरदाभ्यां द्विवचने उपशरदेभ्यः बहुवचने तिष्ठति. अपि च तृतीयसप्तम्योर् बहुलं सूत्रेण विकल्पेन तृतीयविभक्त्यां सप्तमी विभक्त्यामपि उपशरदेन उपशरदे इति रूपे निष्पन्नते. उत्तमं भगिनी, सम्यक् प्रतिपादितवती, प्रक्रिया समीचीना. अत्र मुख्यविषयः कः इत्युक्ते अव्ययीभावे सरत्प्रभृतिभ्यः इति सूत्रेण टच् नित्यरूपेण विधीयते. नित्यरूपेण इति मुख्यविषयः, नित्यरूपेण विधीयते इति कृत्वा अत्र अन्यासु विभक्तिषु एकमेव रूपम् इत्युक्ते उपशरदम् इति रूपमेव सिद्ध्यति. सर्वत्र उपशरदं रूपमेव सिद्ध्यति. टच् नित्यरूपेण विधीयते इत्युक्ते टच् अभावे अन्यत् रूपम् इति नास्ति, केवलं टच् नित्यरूपेण सर्वदा विधीयते. तेन एकमेव रूपम् अन्यासु विभक्तिषु, किन्तु तृतीयायां सप्तम्यां रूपद्वयं सिद्ध्यति. अपि च अत्र एकनिमिषम् एकः प्रश्नः अस्ति. इदानीं तु शरदादिगणे तु बहवः शब्दाः सन्ति, ते सर्वे तत्र सर्वत्र टच् प्रति आयाति. तत्र नपुंसकलिङ्गं पदम् अस्ति चेदपि टच् आयाति खलु. इत्युक्ते तत्र सूत्रे लिङ्गप्रसक्तिः नास्ति इति भाति, इत्युक्ते तदेव. इदं पदं शरद् इति पदं हलन्तपदम् अस्ति, टच् योजनेन आजन्तपदं भवति इति मुख्यविषयः. अनन्तरम् अत्र नस्तधिते इत्यस्य प्रसक्तिः नास्ति, यस्यति च इत्यस्य प्रसक्तिः अपि नास्ति. किमर्थं चेत् तादृशनिमित्तानि अत्र न सन्ति इति कृत्वा तयोः सूत्रयोः प्रसक्तिः अत्र नास्ति. अस्मिन् सूत्रपरिधौ प्रथमं गणसूत्रमस्ति जरायाः जरश्च इति सूत्रं. तेन सूत्रेण उपजरसम् इति पदं कथं साधितम् इति अस्माभिः ज्ञातव्यं. श्रीराम महोदय एकवारं वदतु, उपजरसम् इति पदं कथं निष्पन्नं भवति. नमस्कारः भगिनि. नमस्ते. उपजरसम् इति जरस् इति शरदादिगणे विद्यमानः अन्यतमं पदम् अस्ति जरस् इति. तस्य जरा इति स्थाने जरस् इति भवति, जरस् इति शब्दम् एव उपयोगं कुर्मः. अत्र उप इत्युक्ते समीपार्थे इति कृत्वा उप क्षम्यतां जरस् योगन्यस् योग उप इति भवति तत्र पूर्वनिपातं विभक्ति समीपसमृद्धि इति दीर्घसूत्रात् अपि च किं स्मरणे न प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इति सूत्रद्वयेन पूर्वनिपातः उप इति शब्दस्य अव्ययस्य भवति तत् उपयोगः जरस् इति भवति इदानीं जरस् इति हलन्तशब्दः अस्ति हलन्तशब्दः अस्ति शरदादिगणे अस्ति इति कृत्वा अव्ययीभावसमासे प्रसङ्गे अव्ययीभावसमासप्रसङ्गे अत्र सूत्रं शरत् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रम् अत्र प्रवर्तते अनेन सूत्रेण तत्र टच् तद्धितप्रत्ययः योजनं भवति प्रत्ययस्य योजनं भवति उपयोगशरद्योग टच् इति अस्ति अनुबन्धलोपानन्तरं तत्र उपयोगशरद्योग अ इति भवति इदानीम् उपशरद इति अस्ति अदन्तम् अस्ति अदन्तम् अस्ति इति उपजरस् जरः क्षम्यतां भगिनि उपजरस इति भवति उपजरस इति भवति अत्र अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण टच् विधीयते तस्मात् पूर्वं कीदृशं रूपम् अस्ति तत्र टच् योजनात् पूर्वं तत्र उपजरस् उपजरा इति रूपम् अस्ति तत्र इत्युक्ते टच् प्रत्ययस्य योजनात् पूर्वं पूर्वं जरा एव इति स्वीकरणीयम् उपजरा उपजरा इति रूपम् अस्ति पूर्वं तदनन्तरम् अव्ययीभावे स प्रभृतिभ्यः इति सूत्रेण टच् विधीयते अपि च तस्मिन्नेव समये जरायाः जरश्च इति सूत्रेण जरास्थाने जरस् आदेशः भवति चेत् रूपं किं भवति अस्तु भगिनि उपजरस इति भवति उपजरस् योगः उपजरस इति भवति वदतु इदानीम् अदन्तम् अङ्कम् अस्ति इति कृत्वा तत्र नवीभावे अतन्तपञ्चम्याः इति सूत्रेण तत्र अमादेशः भवति तृतीय सप्तम्योर्बहुलम् इति सूत्रेण विकल्पेन सुप्रत्यय नाम योजनं तृतीयसप्तमी विभक्तौ भवति एकवारं रूपाणि वदतु अत्र अन्यासु विभक्तिषु कानि रूपाणि पञ्चमीविभक्त्यां किं रूपं तृतीयाविभक्तौ सप्तमीविभक्तौ कीदृशं रूपं सिद्ध्यति एकवारं रूपाणि स्मारयतु उपजरसम् इति उपजरसम् प्रथमविभक्तौ उपजरसम् द्वितीयाविभक्तौ तृतीयाविभक्तौ उपजरसम् उपजरसेन उपजरसाभ्याम् उपजरसेभ्यः उपजरसैः इति भवति तृतीयाविभक्तौ चतुर्थीविभक्तौ तत्र पञ्चमी उपजरात् जराभ्याम् उपजरेभ्यः सप्तमी विभक्तौ उपजरसे उपजरसयोः उपजरसेषु इति भवति अत्र पदं यद्यपि शरद् इति पदं स्त्रीलिङ्गपदमस्ति तथापि उपशरदम् इति पदम् एकवारम् अव्ययीभावसमासः भवति चेत् उपशरदम् इति पदम् अकारान्तनपुंसकलिङ्गपदं भवति यथा वनम् इति शब्दवत् अकारान्तनपुंसकलिङ्गपदं भवति उपजरसं जर इति पदं स्त्रीलिङ्गपदम् अस्ति जिरु इति धातुतः निर्मितं स्त्रीलिङ्गपदमस्ति किन्तु अन्ततो गत्वा उपजरसम् इति पदम् अकारान्त नपुंसकलिङ्गपदं भवति इति. अत्र कुत्र कुत्र सोपानेषु वैशिष्ट्यमस्ति इति एकवारं वदतु. अत्र लौकिकविग्रहवाक्यं पुनः वदतु. अत्र जरायाः लौकिकविग्रहं जरायाः समीपम् इति अस्ति. जरायाः अलौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यं तत्र जराङ्गस् जराङ्गस् तन्त्रम् उप इति समीपार्थे अव्ययम् आयाति तत्र. उत्तमं. तदनन्तरम् अत्र अव्ययीभावे सरत्प्रभृतिभ्यः इत्यस्य कार्यं, तदनन्तरं जरायाः जरश्च इत्यनेन एतावता रूपम् उपजरस इति भवति. तदनन्तरम् अमादेशः, तदनन्तरं भिन्नरूपाणि तृतीया सप्तम्योर्बहुलम् इत्यनेन. साधु. उत्तमं महोदय, धन्यवादः. अनन्तरम् अत्र अरविन्द महोदय, अत्र अस्माकं कृते यद्यपि त्रीणि गणसूत्राणि अत्र प्रतिपादितानि, किन्तु जरायाः जरश्च इत्यस्य प्रसङ्गे एव गतवर्गे चर्चितमासीत्. तदर्थं वयं केवलम् अत्र अभ्यासः अस्ति. अस्मिन् पुटे एव अव्ययीभावे सरत्प्रभृतिभ्यः इति सूत्रस्य सम्पूर्ण अवगमनार्थं विग्रहवाक्यानि अत्र दत्तानि. एकवारं तानि विग्रहवाक्यानि स्वीकृत्य समस्तपदनिर्माणं कर्तुं प्रयत्नं कुर्मः. एतेषां प्रक्रिया वक्तव्या इति अस्मिन् करपत्रे दत्तमस्ति. तत्र प्रथमं पदं विपाशः समीपं, वदतु. विपाशः इत्युक्ते बन्धनं, समीपं, तदेव न? तदेव तदेव. अत्र विपाशा योग नस् योगः उप इति अलौकिकविग्रहवाक्यं वर्तते. प्रथमसोपाने आयाति प्राक्कडारा समासः इति सूत्रेण समाससंज्ञा भवति. अव्ययीभावः सूत्रेण समस्तपदस्य अव्ययीभावसंज्ञा विभक्ति. तदनन्तरं अव्ययं विभक्तिसमीपसमृद्धिभ्यर्थि अस्थाभावत्यय सम्प्रति शब्दप्रादुर्भाव पश्चाद्यतादून् पूर्वे यौगपद्य तादृश्यसम्पत्तिसाकल्यान्तवचनेषु इति सूत्रेण समस् अव्ययं सभ समस्यते सुबन्धेन. तदनन्तरं कृत्तसमासः इति सूत्रेण समास सम्पूर्णस्य प्रातिपदिकसंज्ञा अपि भवति. तदनन्तरं सुप् प्रत्ययानां सुप् विभक्तीनां लुप् भवति. सुप् प्रत्यय सुप् धातुप्रातिपदिकयोः इति सूत्रेण. तदनन्तरं विपाश् योगः उप इति सिद्ध्यते. तदनन्तरम् उपसर्जनं विधीयते. प्रथमनिर्दिष्टम् उपाससंसर्जनम् एवम् उपासर्जनं पूर्वम् इति द्वसूत्रे उप इति पूर्वविपादं भूत्वा उपविपाश इति रूपसिद्ध्यते. तदनन्तरम् अव्ययीभावे शरत् उपविपाश उपविपाश इति वक्तव्यं. किमर्थं चेत् तत्र अन्ते अकारः एतावत्पर्यन्तं न योजितमस्ति. अत्र पदमस्ति उपविपाश. तदनन्तरम् अव्ययीभावे शरत्प्रतिव्य इति सूत्रेण टच् विधीयते. टच् इति प्रत्ययस्य टकारचकार लोपानन्तरम् अकार एव आयाति. उपविपश्योगः अकार आयोजनेन उपविपाश इति रूपं सिद्ध्यते. तदनन्तरम् अव्ययीभावश्च इति सूत्र प्रथम अद्यवर्तिसूत्रेण अव्ययम् इति संज्ञा भवति. तदनन्तरम् उपविपाश अव्ययीभावश्च इति द्वितीय सूत्रेण नपुंसकलिङ्गं विधीयते. इति कृत्वा उपविपाश इति नपुंसकलिङ्गं भवति. तदनन्तरं सुप् सुबोत्पत्ति कृते सुवौजस् इति दीर्घसूत्रस्य प्रसक्तिः अस्ति. किन्तु अव्ययदात् सुपः एवं न व्ययीभावात् अथवा पञ्चम्या इति सूत्रस्य प्रसक्तिः अस्ति. अव्ययीभावसमासे कृत्वा न अव्ययीभावात् अथवा पञ्चम्या इति अपवादसूत्रस्य प्रसक्तिः भूत्वा उपशरदम् इति रूपं सिद्ध्यते सर्वेषु विभक्तिषु पञ्चमीं विभक्त्याय. किन्तु तृतीया सप्तम्योर्बहुलम् इति सूत्रेण विकल्पेन तृतीया एवं सप्तमी विभक्ति उपविभशेन उपविभशे इति विकल्परूपमेव सिद्ध्यति. उपविपाशे उपविपाशेन तृतीयाविभक्त्याम् उपविपाशेन उपविपाशेन उपविपाशे सप्तमी सप्तमीविभक्त्या. एतावत् अन्यासु विभक्तिषु वदतु उपविभा अन्यासु विभक्तिषु उपविपाशम् इति एवं रूपं उत्तमम्. अत्र विपाश् इति पदं स्त्रीलिङ्गपदं तत्र अत्रैव लिखितमस्ति. विपाश् इत्युक्ते बन्धनं. तत्र कथं साधितमिति अहं शब्दकोशं दृष्टवती, अतः वदामि. विगतः पाशः विपाशः विपाश् विगतः पाशः इति लिखितमस्ति. एतावत् अत्र उपविपाशं भगिनि अर्थं किं विकसः विगतः पाशः विगतः पाशः अहं चिन्तयति विपाशात् विमुक्तः इति पाशात् विमुक्तः पाशात् विमुक्तः अस्ति चेत् बन्धनम् इति किमर्थं लिखितमस्ति? पाशात् विमुक्तः इति अर्थः अस्ति चेत् तदा अत्र आवरणे बन्धनम् इति लिखितमस्ति. पाशमेव बन्धनम् पाशः एव बन्धनम्. उत्तमं पाशः एव बन्धनम् उत्तमं. तदेव एतावत् अस्माकं समस्तपदमस्ति उपविपाशम् इति पदमस्ति. उत्तमं. द्वितीयं पदमस्ति. धन्यवादः महोदय. अनन्तरं मनसः समीपं. पुष्पा भगिनी प्रयत्नं करोतु. पुष्पा भगिनी कर्तुमिच्छति वा? क्षम्यतां. मनस्तु मनसि लिङ्गं किं वदतु? नपुंसकलिङ्ग. मनस् मनसि मनांसि. उत्तमम्. अत्र तत्र प्रातिपदिकं किम्? उपमनस न अत्र मनः शब्दस्य प्रातिपदिकं किम्? ओ मनः प्रशब्दस्य मनस् मनस् इत्युक्ते सकारान्तपदं सकारान्त नपुंसकलिङ्गपदं. लौकिकविग्रहवाक्यं वदतु. मनस्सु समीपे. अत्र मनसः समीपम् इति विग्रहवाक्यं विग्रहवाक्यं दत्तवाक्यं तद् मनस् योगसु समीपे. इत्युक्ते मम प्रश्नः तु मनसः समीपम् इति विग्रहवाक्यं दत्तमस्ति. मनसः समीपम् इति विग्रहवाक्यं स्वीकृत्य समस्तपदं निर्माणं कर्तव्यम्. उपमनस् उपमनस् अस्तु अस्तु अस्तु. एकवारं समस्तपदं वदतु. समस्तपदं तु उपमनसम् उपमनसम् उपमनसम् इति समस्तपदम्. अत्र विशिष्टसोपानानि वदतु. केवलं यत्र यत्र वैशिष्ट्यमस्ति यस्मिन् सोपाने अत्र विशिष्टं कार्यमस्ति तत् सोपानं. अव्ययीभावे शरत्प्रभृतिभ्यः इत्यनेन अत्र टच् प्रत्ययः भवति. टच् इति समासान्त तद्धित संज्ञकप्रत्ययः भवति. अत्र तत् उपयुक्त्वा उपमनसा इति आगच्छति. तत् परे अव्ययीभावश्च इत्यनेन नपुंसकलिङ्ग भवति. भगिनि, अत्र अव्ययीभावे सरत् प्रभृतिभ्यः इति सूत्रेण टच् विधानं भवति, किन्तु टच् विधानात् पूर्वं कीदृशं रूपम् अत्र अस्ति? तस्मात् पूर्वम् इत्युक्ते अस्य सोपानात् पूर्वं उपमनस् इति उपमनस् इति आगच्छति अव्ययीभावे शरत्प्रभृतिभ्यः इत्यनेन. परे अत्र अकारः एव तिष्ठति, अव्ययीभावश्च तद् अस्ति, परन्तु लिङ्गस्य निर्णयः अव्ययीभावश्च इत्यनेन द्वितीय पादे अस्ति. तद् नपुंसकलिङ्ग लिङ्गं करोति. तत् परे सु औजस् इति सूत्रेण अव्ययात् आप्सुपः इति सूत्रेण प्राप्यमानः सुब्लुक् न अव्ययीभाव भावात् भगिनि अत्र कीदृशं कार्यं भवति इत्युक्ते उपमनस इति पदं सिद्ध्यति चेत् तत्र अदन्तम् अङ्गं सिद्ध्यति इति कृत्वा सुबुत्पत्तिः, तदनन्तरम् अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गत्वं प्राप्नोति इति अस्य सोपानस्य आवश्यकता नास्ति. केवलं अनेन टच् विधानेन केवलम् अदन्तम् अङ्गं सिद्ध्यति इति कृत्वा पूर्वे परे अमिपूर्वम् आगच्छति. अमिपूर्वः आगच्छति इत्युक्ते अत्र आगच्छति अदन्त अव्ययीभावसमासः अस्ति इति कृत्वा नाव्ययीभावाद् अदन्तपञ्चम्याः इति सूत्रस्य प्रसक्तिः नास्ति. अस्ति अदन्तमस्ति अस्ति न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते. तत् एतावत् अदन्त अव्ययीभावरूपसाधनार्थं टच् योजयामः. टच् योजनानन्तरं नाव्ययीभावादतोन्त्वपञ्चम्याः इत्यस्य प्रसक्तिः, तृतीया सप्तम्योर्बहुलम् इत्यस्य प्रसक्तिः अपि च तत्र उपमनसम् उपमनसेन सप्तमे विभक्ति तु उपमनसम् उपमनसे. अत्र उपमनसा योगः अम् उपमनसा योगः अम् इत्यस्यां स्थित्यां तत्र दीर्घ आगन्तुं शक्नोति, परन्तु न आगच्छति अमिपूर्वः अमिपूर् न अम् एक आ एव तिष्ठति. तद् केन सूत्रेण एक पूर्वरूपादेशः अत्र एव दत्तमस्ति अमिपूर्वः इति सूत्रेण सम्बन्धि अचि परे पूर्वपरयोः स्थाने अमिपूर्वः एकः पूर्वरूपादेशः भवति. पञ्चमी विभक्तिः विहाय अपरासु विभक्तिषु उपजलसं नयि उपमनसम् उपमनसम् इति रूपं सिद्धिः. तृतीयसप्तम्योर्बहुलम् इत्यनेन तृतीयविभक्ति सप्तमीविभक्ति विकल्पेन आगच्छति. उपमनसम् उपमनसेन उपमनसम् उपमनसे. उत्तमम्. पञ्चमी विभक्त्याम् उपमनसात् उत्तमम् भगिनी, धन्यवादः. अत्र उपमनसम् इत्युक्ते कः अर्थः? मनसः समीपम्. बहु उत्तमं पदम् इति भाति उपमनसम्. इति पदं मनसः समीपम् इति विग्रहवाक्यम् अस्ति. एतावत् मनस् इति पदं नपुंसकलिङ्गपदं, किन्तु अव्ययीभावे सरत् प्रभृतिभ्यः इति सूत्रेण टच् विधानेन अत्र उपमनस इति रूपं सिद्ध्यति. अमिपूर्वः इत्यस्य कार्यमपि अस्ति, उपमनसयोगः. उत्तमं, तावदेव. अत्र अग्रिमं विग्रहवाक्यमस्ति हिमवतः समीपम्. हिमवतः समीपं, सूर्यकुमारी भगिनी एकवारं वदतु. किं करोमि भगिनि? हिमवत् अहं चिन्तयामि नपुंसकलिङ्गपदम्. अहं किञ्चित् वदामि भगिनि तस्मिन् प्रसङ्गे. अत्र अहं किञ्चित् वदामि. हिमवतः समीपम् इति विग्रहवाक्यमस्ति, प्रातिपदिकमस्ति हिमवत् इति प्रातिपदिकं, तकारान्तप्रातिपदिकं. तकारान्तप्रातिपदिकमस्ति, किन्तु इदं पदं मतुप्रत्ययान्तरूपं. साधारणतया वयं शृणुमः गुणवान्, यस्य गुणाः सन्ति, यस्मिन् गुणाः सन्ति सः गुणवान् इति प्रथमाविभक्त्यन्तरूपं गुणवान्. किन्तु प्रातिपदिकमस्ति गुणवत्. अत्र प्रत्ययस्य नाम अस्ति मतुप्, मतुबन्तरूपम्. इदं पदं हिमवान्. अत्र पश्यतु हिमवतः इति पदस्य विभक्तिः का? सूर्यकुमारी भगिनी वदतु. हिमवतः, हिमवत् एकपदं, प्रथमाविभक्तिः. हिमवतः इति षष्ठी विभक्ति, एकवचनं. अत्र विग्रहवाक्यं पश्यतु हिमवतः समीपम् इति विग्रहवाक्यमस्ति. उपहिमवतम् इति समस्तपदं भवति, किन्तु अत्र हिमवत् वदतु. हिमवत् स्त्रीलिङ्ग भवितुं शक्नोति, नो चेत् पुल्लिङ्ग अपि खलु. हिमवान्, हिमवती. इत्युक्ते मधुबन्तरूपाणि त्रिषु लिङ्गेषु भवितुम् अर्हन्ति इति कृत्वा पुंलिङ्गे, किन्तु प्रातिपदिकमस्ति हिमवत्. हिमवत् इति तकारान्तप्रातिपदिकात् पुंलिङ्गे हिमवान् इति रूपं, स्त्रीलिङ्गे हिमवती, नपुंसकलिङ्गे हिमवत् इति रूपाणि सिद्ध्यन्ति. किन्तु अत्र हिमवान् इति प्रथमाविभक्ति एकवचनरूपम् अस्ति, किन्तु हिमवतः इति कथनेन षष्टिविभक्ति एकवचनम् इदं पदम् इति अवगन्तुं शक्नुमः. एतावत् हिमवतः समीपम् इत्युक्ते अत्र समस्तपदम् उपहिमवतम् इति पदं भवति. इदं पदमपि शरदादिगणे एव अस्ति. हिमवत् इति पदं शरदादिगणे अस्ति. इत्युक्ते प्रथमतया विग्रहवाक्यं दृष्ट्वा किम् अवगन्तव्यम् इत्युक्ते तत्पदं शरदादिगणे अस्ति वा इति प्रथमतया द्रष्टव्यं. शरदादिगणे अस्ति वा उत्तरपदं, नो चेत् उत्तरपदम् अनन्तपदम् अस्ति वा, उत्तरपदं कीदृशं पदमस्ति इति प्रथमतया चिन्तनीयम्. अधुना सोपानानि, केवलं विशिष्टसोपानानि वदतु भगिनि. अत्र हिमवत् पदं हलन्तपदम्, उपयोगः हिमवत्, अव्ययीभावे वृत्तिभ्यः. अलौकिकविग्रहवाक्यं वदतु एकवारं. हिमवत् उपयोगः हिमवत् नस्. कथं वक्तव्यं? प्रथमं सोपानम् एव, प्रथमं सोपानम् एव अलौकिकविग्रहवाक्यकथनम्. अलौकिकविग्रहवाक्यं कथं लेखनीयम्? उप प्रथमं, योगः नस् अस्ति. हिमवत् योगः नस्, हिमवत् योगः नस् योगः उप, उप इति हिमवत् योगः नस् योगः उप. उप किमर्थं? समीपम् इति, समीपम् इति विग्रहवाक्य तदा सुपः सुपोधातुप्रातिपदिकयोः इत्यनेन सुपः लोपः भवति. तदनन्तरं रूपं किम्? हिमवत् योगः उप. उप. तदनन्तरं पूर्वनिपातः भवति चेत् रूपं कथम्? उपयोगः हिमवत्. तदनन्तरम् अविभावे शरत् प्रभृतिभ्य सूत्रेण टच् आयाति. टच् प्रत्यय आयाति. टच् योजनेन उपयोगः हिमवत. टच् योजनेन तत्र उपयोगः हिमवत इति न वदामः. कथं वदामः? उपहिमवत. उपहिमवत. किमर्थं चेत् अत्र टच् इत्यस्मात् अकारः तत्र योजितमस्ति. तदर्थमेव उपहिमवत् योगः आ उपहिमवत. हिमवत. तदनन्तरं हिमवत् अदन्त प्रातिपदिकं अमि आयाति. अकः अमि पूर्वे सूत्रेण पूर्वपरयोः एक अचु पूर्ववर्णः आदेशः भवति. हिमवत योगः हिमवत भवति. अत्र एतावता अन्तिमं समस्तपदं किम्? हिमवतम्. उपहिमवतम्. उपहिमवतं क्षम्यताम्. उपहिमवतं परिवर्तनम् अस्ति न भगिनि? वदतु. अव्ययीभावश्च इत्यनेन नपुंसकलिङ्गस्य परिवर्तनम् अस्ति. लिङ्गं परिवर्तनं तस्य प्रसक्तिः नास्ति. केवलं विशिष्टसोपानानि कानि अस्य पदस्य प्रक्रियायां विशिष्टसोपानानि कानि इति पश्यामश्चेत् हिमवत् इति पदं शरदादिगणे अस्ति इति कृत्वा अव्ययीभावे शरत्प्रभृतिभ्यः इत्यनेन टचः विधानं. तदनन्तरं टचः विधानं भवति चेत् तत्र हिमवत उपहिमवत इति रूपं सिद्ध्यति. तदनन्तरम् अम्भावः भवति. केन सूत्रेण भवति अम्भावः? अमादेशः. अविभाव नपुंसकलिङ्ग अविभावच्च तथा नास्ति भगिनि. गीताञ्जलि भगिनि एकवारं वदतु, सहायं करोतु अत्र. अं भगिनि, अं नाव्ययीभावात् सोम स्वपञ्चम्याः इति सूत्रेण सुस्थाने अम् आदेशः भवति. अत्र सकारः किमर्थम्? अस्माकं पदमस्ति उपहिमवत योगः अम् उपहिमवत् वत योगः अम् तदानीं कार्यं किं भवति? हिमवतां भवितुम् अर्हति, किन्तु अमि पूर्व आयाति. तु अकसवर्णे दीर्घनिषेधकसूत्रम् आयाति. तदनन्तरम् हिमवत् योगः अम् उपहिमवतम् इति इत्युक्ते अकः सवर्णे दीर्घः इति सूत्रं प्रबाध्य अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा उपहिमवत योगः अम् तत्र पूर्वरूपादेशः इत्युक्ते द्वयोः स्थाने एक अकारः आदेशः भवति. यदि सवर्णदीर्घसन्धिः भवति चेत् उपहिमवतां भवति. तद् अनिष्टं रूपम् अनिष्टरूपापत्तिः भवति इति कृत्वा तत्र सवर्णदीर्घसन्धिं प्रबाध्य अमिपूर्वः इत्यस्य कार्यं भवति इति कृत्वा. अन्ततो गत्वा रूपाणि एकवारं वदतु. उपहिमवतं तृतीयविभक्तिः उपहिमवतम् उपहिमवतेन सप्तमी उपहिमवतम् उप उपहिमवते पञ्चमी उपहिमवतात् उपहिमवतात् उत्तमम् उत्तमं भगिनि तावदेव अत्र अधुना अनडुहि इति विग्रहवाक्यमस्ति. अधुना विनय महोदय भवान् वदतु अत्र कीदृशं कार्यं भवति, एतत् पदं कीदृशं पदं विग्रहवाक्यं दृष्ट्वा समस्तपदस्य निर्माणं करोतु. अहं प्रयत्नं करोमि. अनडुहि अत्र अनडुहि अधि अव्यय आगच्छति. यदि अधि महोदय अत्र एकं पृच्छामि, अनडुहि इति लिखितमस्ति, अनडुहि इति पदस्य पदं दृष्ट्वा भवान् किम् अवगतवान्? अत्र अनडुहि इति पदस्य विभक्तिः का? अनुडहि अनुडुहि अनुडुः प्रातिपदिकम् अस्ति. कृपया शृणोतु, वदतु महोदय. अनुडुः प्रातिपदिकम् अस्ति, अतः अत्र अनडुः महोदय अत्र अनडुः इति हकारान्तप्रातिपदिकं प्रातिपदिकं. भवान् अत्र हकारान्तप्रातिपदिकम् अस्ति चेत् तस्य रूपाणि कथं भवन्ति इति भवान् दृष्टवान् वा? अहं न दृष्टवान् हकारान्त, परन्तु अहं केवलं यु नो चिन्तयामि, मे बि अनुडुहि सप्तमी विभक्ति अस्ति. उत्तमम्. अत्र साधारणतया हलन्तपदेषु तादृशं सौलभ्यमस्ति अस्माकं कृते, हकारान्तपदमस्ति इति कृत्वा सप्तमी विभक्त्याम् अनडुहि इति रूपं सिद्ध्यति. इत्युक्ते अनडुहि इति सप्तम्यन्तं रूपं. किञ्चित् वदामि, अहं दृष्टवती रूपाणि, तदर्थं वदामि. भवति खलु दृष्टवती वा रूपाणि? प्रायः शनिवासरे एव दृष्टवती. सर्वाणि रूपाणि न स्मरामि, किन्तु अनडुहत् भवति इति, अनडुहट् अनडुहटौ अनडुहटः वा प्रथमाविभक्ति एकवचनरूपम्? अत्र अनडुवान् इति लिखितमस्ति, किन्तु अनन्तरं टकार भवति. अनड्वान्, अनड्वाहौ, अनड्वाहः, अनड्वाहम्, अनड्वाहौ, अनड्वाहः, अनडुहा, अनडुभ्याम्, अनडुद्भिः, तादृशानि रूपाणि भवन्ति. एतावता इदं पदं हकारान्तपदमस्ति. अत्र अनडुः इति प्रथमाविभक्ति प्रातिपदिकमस्ति, अनडुः. तत्र अनडुः इति कथनेन आवरणे किं लिखितमस्ति? वृषभः, वृषभः इति लिखितमस्ति. इत्युक्ते अनः शकटं वहति, शकटं वहति. शकटं वयं जानीमः, कार्ट् ड्रावर्, कार्ट् पुल्लर्, तदर्थमेव अत्र आवरणे वृषभः इति लिखितमस्ति. इदं पदं हकारान्तपदं, किञ्चित् अस्माकं कृते नूतनं पदम्. अस्य रूपाणि किञ्चित् भिन्नानि भवन्ति. समयः अस्ति चेत् एकवारं पश्यन्तु. वदतु महोदय, अधुना किं भवति? अनुडुहि सप्तमी विभक्ति, अतः अव्ययं विभक्तिः प्रथम अव्यय अधि अधि अधिकरण अधि किमर्थम् अत्र अधि किमर्थम् अधि अधि अधि यतः प्रथमविभक्ति प्रथम षोडश अव्यय विभक्ति अस्ति, अतः अधिकरण कारणेन अधि अस्ति. उत्तमम्. इत्युक्ते अत्र अनडुहि इति सप्तम्यन्तं रूपम् अस्ति. अनडुहि इति विग्रहवाक्यं लिखितमस्ति इति कृत्वा सप्तम्यर्थे अधि इति अव्ययस्य प्रयोगः. वदतु. अतः अनडुहि अहम् अनडुः प्रातिपदिकं प्रातिपदिक यदि भवति तर्हि प्रत्य आगन्तुं निश्चयेन अतः सप्तमी ङी अस्ति अनडुः सम्यक् भवति आं महोदय अत्र सप्तमीविभक्ति सप्तमीविभक्तिप्रत्ययः कः नि सप्तमी अस्ति अतः प्रातिपदिकं योग प्रत्ययः अनडुः योग नि योग अधि अतः अलौकिकविग्रहवाक्यम् अनडुः योग नि योग अधि इदानीं वयम् अग्रे गच्छामः प्राक्तररात् समासः सामान्यसमासः अवैभावः विशिष्टसमासः वयं जानीमः अत्र शरद आदिगण अन्तः अनडुः भवति परन्तु परन्तु कृतन्थ प्रातिपदिकं निर्माणं कृतन्थ प्रातिपदिकं निर्माणं कृतन्थसमासः अस्ति प्रातिपदिकं निर्माणं भवति तर्हि सुपो धातु प्रातिपदिकयोः सुप् सुप् अस्ति नि अस्ति अत्र लुक् भवति अत्र लुक् अर्थः कः लुक् अर्थः अदर्शनं लोपः अस्ति लक्षणमस्ति लक्षणं तिष्ठति तर्हि एव वयं यदि अग्रे अव्ययात् सुप् आनयामः तर्हि भवति एकक्षणम् अग्रे सुप्तयन्तं पदं वयं जानीमः तर्हि प्रत्यलोपे प्रत्यलक्षणम् अथ प्रश्न उदेति प्रत्यलोपे प्रत्यलक्षणं लक्षणे तर्हि एव यदि अव्ययात् सुप् आगच्छति तर्हि प्रत्यलक्षणम् अदर्शनं लोपः कारणेन अस्ति तर्हि एव सुप् सुप् नि तिष्ठतः तदनन्तरं वयं दीर्घसूत्र प्रति जानीमः अव्ययं भवति समीपस्मृति इत्यादि इदानीं समासपदं भवति अहं पश्यामि अनडुः योगः अनिडुः योगः अधि उत्तमम् अधि अव्ययम् अस्ति वयं जानीमः अधि अव्ययम् अस्ति वयमपि जानीमः अव्ययविभक्ति सूत्र अस्ति अव्ययविभक्तिसूत्र विधान अनुसार अव्यय विधान अनुसार अव्ययं सुबन्तं भवति उत्तरपदं सुबन्तेन सह समस्यते नित्यसमस्य समास इत्युक्ते अत्र इत्युक्ते अत्र अनडुः अनडुः इति उत्तरपदम् अस्ति अपि च अत्र अधि इति पदं पूर्वपदं भवति अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् उपसर्जनं पूर्वम् इत्याभ्यां सूत्राभ्याम् अधिशब्दस्य पूर्वप्रयोगः भवति तदानीं रूपं किम् ओके अतः अधि योगः अन् डुः अतः अधुना सन्धि भवति यण् सन्धि अध्युन् डुः भवति अध्यन् ढुः भवति तर्हि एव शरदादि सूत्र आगच्छति किं सूत्रं सूत्रं अवैभावे शरत् प्रभृतिभ्यः सूत्रम् अस्ति उत्तमं तर्हि अवैभावे वदतु अवैभावे शरत् प्रभृतिभ्यः इति सूत्रेण टच् भवति चेत् अधुना रूपं रूपं कथं दृश्यते न समस्तपदस्य रूपं पूर्वं टच् आनेतुं पूर्वं रूपं रूपं प्रातिपदिक समान भवति अधि योग अन् डुः अध्य अध्यनन् न अध्यन् डुः तर्हि वयं सर्वे जानीमः टच् चतु अपि च हलन्त्यम् अन्त्यम् अपि च तस्य इति लोपः कारणेन अकार अवशिष्यते अत्र अन्य डुः योग अन्य डुः भवति अहं वदामि अन्य डुः नो प्राब्लम् अन्य डुः भवति इदानीं प्रश्नः उदेति अन्य डुः प्रातिपदिकमस्ति अग्रे अग्रे किमर्थं वयं गन्तुं विवक्षा अस्ति अथ समस्तपदम् अध्ययन डुहम् अस्ति अत्र अध्ययनडुह इति रूपं सिद्ध्यति तदनन्तरं नाव्ययी भावादतोन्त्वपञ्चम्याः इत्यनेन अमादेशः भवति चेत् रूपं किं भवति अहं किञ्चित् वदामि एकक्षणे सूत्रस्ति नाव्ययीभावात् अतः तु अम् अपञ्चम्याः अतः महत्त्वमस्ति अतः अदन्तात् अतः अवैभावात् अदन्तात् तु अपञ्चम्याः तु आल्सो तु अपि महत्त्वमस्ति परन्तु लिविङ्ग् असैड् अध्यडुहं भवति कार्यं अव्ययात् सुप्लुक् निषेधः अव्ययात् लुक् निषेधः यदि अव्ययात् सुप् आयाति तर्हि व्यवस्था परिवर्तनं भवति तत् अन्यविषयः परन्तु अत्र अध्ययन डुहम् अमिपूर्वसूत्रकारणेन कार्यं भवति तदनन्तरम् अन्यसूत्रम् आयाति सूत्रस्य नाम तृतीया सप्तम्योः बहुलं तृतीयसप्तम्योः बहुलं परन्तु अनुवृत्तिः अदन्तात् अवैभावात् अदन्तात् वृत्तिः आगच्छति तर्हि एव अम्भाव भवति अम्भाव भवति अपि च तृतीय सप्तमी विभक्तिकोशः अपि पूरणं कृतः तर्हि रूपं इत्थं भवति अध्य अध्यनजुहम् अध्यन्जुहम् अध्यन्जुहं प्रथम मेन कर्ता कर्म अध्यन्जुहम् अध्यन्जुहम् अध्यन्जुहं कर्म कर्ण तृतीया तृतीय सूत्र आधारेण अध्य जुहेन भवति अध्य जुहेन रामसमा रामेण रामेण रामाभ्यां रामैः अध्य जुहेन अध्य जुहाभ्याम् अध्य जुहैः तृतीया चतुर्थी अध्य जुहम् अध्य जुहम् अध्य जुहम् पञ्चमी अध्य जुहात् अस्ति वयं जानीमः सूत्राधारेण तर्हि अध्य अध्ययन् जुहात् अद्य अध्ययन् जुहादभ्याम् अध्ययन् जुहात् भ्य अस्ति रामात् रामाभ्यां रामेभ्यः समानं तर्हि षष्ठी अध्यजुहम् अध्यजुहम् अध्यजुहं सप्तमी रामसमानकेन अध्यन्दुहे अध्यन्दुहयो रामयोः अध्यनुदुहेषु सप्तमी बहुवचन दुहेषु सम्बोधनम् अपि अध्यं जुहम् अध्यं जुहम् अध्यन्दुहम् उत्तमम् उत्तमं महोदय यद्यपि अत्र पदम् अध्ययनडुहम् इति समस्तपदमस्ति धन्यवादः महोदय उत्तमरीत्या उक्तवान् किन्तु साधारणतया वयं चिन्तयामश्चेत् यत्र कुत्रापि अध्ययनडुहम् इति पदं पश्यामश्चेत् किञ्चित् अस्माकं कृते काठिन्यं भवति एतत् पदं कीदृशं पदम् इति चिन्तयामः किन्तु अत्र वृषभः इति अर्थः अस्ति इति कृत्वा अनडुहि इति कथनेन वृषभे इति अर्थः तत्र सिद्ध्यति अत्र एतावता अध्ययनडुहम् इत्युक्ते वृषभे इति अर्थः अपि भवितुमर्हति इति भाति अध्ययनडुहम् इति पदं पश्यामश्चेत् तत्र सप्तमीविभक्त्यर्थः भवति इति अवगन्तुं शक्नुमः किन्तु एतत् पदम् अस्माकं कृते बहु नूतनं पदम् अनडुः इति हकारान्तपदं तथा एव एकम् अन्यत् पदमस्ति उपानः अस्मिन्नेव गणे शरदादिगणे एकम् अन्यत् पदमस्ति उपानः तदपि हकारान्तपदमेव किन्तु तस्य प्रथमाविभक्त्यन्तं रूपम् उपानत् उपानद् उपानहि उपानहः उपानहम् उपानहि उपानहः इत्युक्ते एतत् पदं हकारान्तपदम् उपानः इत्युक्ते चर्मेण निर्मिता पादुका उपानः इत्युक्ते चप्पल् इत्युक्ते चर्मणा निर्मिता पादुका इति अर्थः अस्ति अन्तिमं पदमस्ति दिशि इति अरुणा भगिनी एकवारं वदतु अत्र समस्तपदं किं प्रक्रिया का विशिष्टसोपानानि वदतु प्रयत्नं करोमि भगिनि दिशि इति सप्तम्यन्तं पदं ततः अधिकरण अस्ति ततः इति अधि इति रूपं विभक्ति सप्तमीविभक्ति अस्ति चेत् इति अत्र अधि इति आगच्छति दिश् इति अत्र अधिदिशम् इति समस्तपदम् आयाति किन्तु दिश् शब्दस्य प्रसङ्गे दिश् इति पदं तस्य पदस्य लिङ्गं किम् पुंलिङ्गम् अपि अस्ति दिश् इति स्त्रीलिङ्गपदं किन्तु तालव्यशकारान्तपदम् इत्युक्ते दिश् इति प्रातिपदिकमस्ति दिश् इति प्रातिपदिकात् तत्र रूपाणि प्रथमाविभक्त्यन्तरूपाणि पश्यामश्चेत् दिक् एकं रूपं दिग् अपि अन्यत् रूपमस्ति दिक् दिशौ दिशः दिशं दिशौ दिशः इत्यादीनि रूपाणि सिद्ध्यन्ति अत्र प्रथमाविभक्तिः एकवचनं दिक् अथवा दिग् तत्र किमर्थं रूपद्वयं सिद्ध्यति इति वयं जानीमः एव सुमन् भगिनी एकवारं वदति वा अत्र दिक् अथवा अन्ते अस्ति न तत्र वावसाने कार्यं विकल्पेन करोति तत्र अवसाने चत्वं कुर्मः न इच्छा नास्ति चेत् न कर्तुमपि भवति उत्तमम् इत्युक्ते तत्र जलां दशन्ति कार्यं न करोति अत्र उत्तमम् इत्युक्ते अत्र विरामोपसानम् इति एकं सूत्रमस्ति अवसानसंज्ञा नाम का अवसानसंज्ञा इत्युक्ते का तस्य प्रसङ्गे विरामोपसानम् इति सूत्रं वदति तत् सूत्रं संज्ञासूत्रमस्ति किन्तु अत्र अवसानावस्थायां चर्त्वं भवति केन सूत्रेण वावसाने इति सूत्रेण तत्र केवलं सूत्रं पश्यामश्चेत् वावसाने इति कथनेन किमपि अवगन्तुं न शक्नुमः कथं तत्र वा इत्युक्ते विकल्पेन अवसाने इत्युक्ते अवसानावस्थायाम् अवसानावस्थायां विकल्पेन किं भवति इति पश्यामश्चेत् तत्र तस्मिन् सूत्रे पूर्वसूत्रात् झलाम् अपि च चर् इत्यनयोः द्वयोः शब्दयोः अनुवृत्तिः अस्मिन् सूत्रे भवति इति कृत्वा विकल्पेन प्रथमाविभक्ति एकवचनरूपं दिक् अथवा दिग् विकल्पेन रूपद्वयं सिद्ध्यति दिक् इति पदं तालव्यशकारान्तपदं तत्र दिशि सप्तमीविभक्तिरूपं दिशि भवति दिशि इति कथनेन विग्रहवाक्यं दृष्ट्वा अधुना वदतु भगिनि अरुणा भगिनी वदतु ओके लौकिक अलौकिकशब्दः दिश् योगः योगः अधि नस् किमर्थम् क्षम्यतां सर्वाणि पैः प्राक् कडारात् समासः अपि वैशिष्ट्यसूत्रमेव अत्र श्रूयते वा श्रूयते अलौकिकविग्रहवाक्यं पुनः एकवारं वदतु दिश् योगः नि योगः अधि तदनन्तरं तत्र णी प्रत्ययस्य लोपः कथं भवति केन सूत्रेण णी प्रत्ययस्य लोपः भवति सप्तमी विभक्ति प्रातिपदिकयोः उत्तमं प्रातिपदिकयोः सूत्रेण णी लोपः भवति तदनन्तरं सुप्तिङ्गन्तं पदम् इति सूत्रेण पदसंज्ञा भवति अधिशब्दस्य अभि प्रत्ययलोपे प्रत्ययलक्षणम् अधि अभि पदं संज्ञा कथं भवति इति अव्ययात् आप्सुपः इति सूत्रेण अधियोगः सुप्रत्ययलोपः भवति ततः पदसंज्ञा भवति किञ्चित् वदामि किमर्थमित्युक्ते अत्र अधि इति अधि इति अव्ययपदमस्ति अधि इति अव्ययपदं पदं भवति वा इति प्रश्नः उदेति अधि इति अव्ययपदमस्ति तत्र कथम् अव्ययं भवति अव्ययात् आप्सुपः इति सूत्रेण अधिशब्दस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः पूर्वमेव अभवत् पूर्वमेव भवति तदा तस्य पदसंज्ञा अस्ति वा सुप्रत्ययः अन्ते नास्ति इति कृत्वा तस्य पदसंज्ञा नास्ति वा इति सन्देहः आयाति तदर्थमेव प्रत्ययलोपे प्रत्ययलक्षणं वदतु सूत्रेण पदसंज्ञा अस्ति एव पूर्वनिपातः कथं भवति कस्य पदस्य पूर्वनिपातः पदमनिर्दिष्टं समासोपसर्जनम् इति सूत्रेण अधि इति अव्ययपदं दीर्घसूत्रेण अधि अव्ययपदं समास प्रथमनिर्दिष्टं पदं ततः उपसर्जनं पूर्वम् इति सूत्रेण निपातः भवति अधि योगः दिश् इति रूपं भवति. तदनन्तरम् अव्ययीभावश्चेतसूत्रेण अव्ययमिति संज्ञा भवति. मुख्यसोपानम् इत्युक्ते अधियोगः दिश् तत्र अधिदिश् अधिदिश् इति तत्र शब्दसमुदायः अस्ति. अधिदिश् दिश् इति हलन्तशब्दः अस्ति. वदतु कथम् अदन्तं भवति. नो हलन्तशब्दः भगिनि हलन्तशब्दः अदन्तं कथं भवति विस्मरामि भगिनि. साहाय्यं चिन्ता मास्तु. अत्र गीताञ्जलि भगिनी भवती एव वदतु. अधुना अत्र अधिदिश् इति रूपम् अस्ति. तदनन्तरं वदतु अधिदिश् अत्र अस्ति किन्तु दिश् इति शरदादि गण शब्द अस्ति चेत् अत्र अव्ययी भावे शरत् प्रति प्रभृतिभ्यः इति सूत्रं कार्यं करोति. तेन टच् आयाति भगिनि. टच् आयाति चेत् अधिदिश् योगः अ आयाति. तदनन्तरं तु समान एव कार्यम् अधुना विशिष्टं तु एव. तदनन्तरम् अम् आयाति अन्ते नाव्ययी भावात् त्वं त्वपञ्चम्याः सूत्रेण. तदनन्तरम् अधिदिशम् इति रूपं भवति. तृतीय सप्तम्योर्बहुल्वम् अपि आयाति. तदनन्तरं तृतीय तु अधिदिशेन सप्तमी तु अधिदिशे अपि च पञ्चम्याः तु अधिदिशात् इति. उत्तमम्. एतावत् अत्र दिश् इति शरदादिगणे अस्ति इति कृत्वा अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण टच् इति समासान्तप्रत्ययः विधीयते. टच् इत्यस्मात् अकारः एव अवशिष्यते. अकारस्य योजनेन हलन्तपदम् अजन्तपदं भवति अथवा अदन्तपदम्. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् अदन्तपदं भवति. अदन्तपदं भवति चेदेव अव्ययीभावसमासे अम्भावः नाव्ययीभावाद् त्वन्त्वपञ्चम्याः इत्यनेन अम्भावः भवति. एतावत्पर्यन्तम् अदन्तसिद्ध्यर्थम् अदन्त अव्ययीभावसमास विधानं भवति. इत्युक्ते अत्र अदन्तरूपं सिद्ध्यति. समस्तपदमस्ति अधिदिशम् इति भवति. अपि च अत्र टच् प्रत्ययस्य विधानं न केवलं विभक्त्यर्थे, अन्येषु अर्थेषु अपि भिन्नभिन्नपदानि निर्मातुं शक्नुमः. कथम् इत्युक्ते साधारणतया अधिमनसम् इति एकं पदमस्ति, उपमनसं, सुमनसं, दुर्मनसं, किमपि इत्युक्ते अव्ययीभावसमासयुक्तपदानि अन्यानि पदानि अपि निर्मातुं शक्नुमः. किन्तु उत्तरपदं शरदादिगणे अस्ति चेत् अनेन सूत्रेण टच् विधीयते इति विषयः. अस्य सूत्रस्य प्रसङ्गे एव त्रीणि गणसूत्राणि उक्तानि. प्रथमं गणसूत्रं जरायाः जरश्च इति वयं दृष्टवन्तः. अस्य सूत्रस्य आधारेण उपजरसम् इति पदं वयं साधितवन्तः. तत्र अन्यत् गणसूत्रद्वयमस्ति, पधिनश्च प्रतिपरसम अनुभ्योक्षणः इति सूत्रेण अन्यानि अव्ययीभावसमासयुक्तानि पदानि साधयितुं शक्नुमः. तस्य प्रसङ्गे अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तयोः प्रसङ्गे चर्चयिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.